अद्य प्रदीपालङ्कारस्य प्रकारान्तरं पश्यामः। कुवलयानन्दस्य त्रयोदशे श्लोके अन्योपमेयलाभेन वर्णस्यानादरष्टतत् अलङ्गर्वेण ते वक्त्र कान्त्या चन्द्रोऽपि तादृशः इति। अत्रेक्षताम् वर्ण्यस्य वक्त्रस्य अनादरो दृश्यते अन्योपमेयलाभेन, नाम चन्द्रः नाम उपमेयस्य लाभेन अत्र वर्ण्यस्य अनादरः क्रियते। अतः अनेन लक्षणः अनेन लक्षणं दृश्यते प्रदीपालङ्कारस्य अस्य प्रकारस्य।